तृतीयश्लोकः कथञ्चित् अनुक्तः पूर्वम् इदानीमुच्यते। उद्घाट्य योगकलया हृदयाब्जकोशम् धन्यैश्चिरादपि यथा रुचिगृह्यमाणः यः प्रस्फुरत्यविरतम् परिपूर्णरूपः श्रेयः समेदिशतुषाश्वतिकम् मुकुन्दः इत्येवम् तृतीयश्लोकः। श्रेयः समेदिशतुषाश्वतिकम् मुकुन्दः इति मुख्यं वाक्यम्। मुकुन्दः शाश्वतिकं श्रेयं मे दिशतु इति कविः प्रार्थयते। किञ्च कीदृशः सः मुकुन्दः? धन्यैश्चिरादपि यथारुचि गृह्यमाणः मुकुन्दः। पुनः कीदृशः मुकुन्दः? धन्यैश्चिरादपि यथारुचि गृह्यमाणः। किं कृत्वा गृह्यमाणः? उद्घाट्य योगकलया हृदयाब्जकोशं गृह्यमाणः मुकुन्दः। पुनश्च कीदृशः मुकुन्दः? यः प्रस्फुरत्यविरतं परिपूर्णरूपः। यः परिपूर्णरूपः, प्रस्फुरति, अविरतं प्रस्फुरति, तादृशः मुकुन्दः मे श्रेयः दिशतु इति कविः प्रार्थयते।